गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतं। पुनस्मारणं जायमानमस्ति, गते वर्गे तत्र प्रतिविज्ञायाः लक्षणम् अस्माभिः चिन्तितं, तत्र कति दलानि सन्ति, दलत्रयं वर्तते, यदि एकं दलं त्यजामः कुत्र अतिव्याप्तिः भवति, अपि च अत्र कथं वा दलसार्थक्यं करणीयम् इत्युक्ते एकं दलं स्वीकृत्य नो चेत् एकश्चापि अधिकं स्वीकृत्य इति न कर्तव्यं, तत्र लाघवं नास्ति। यदि एकं दलं त्यजामः कुत्र अतिव्याप्तिः भवति इति चिन्तयामश्चेत् पर्याप्तं भवति, तत्रैव लाघवमस्ति, तत् पर्याप्तमेव अपि भवति इति। तत्र एकं प्रश्नं प्रष्टुम् इच्छामि इत्युक्ते तत्र इत्युक्ते प्रतिविज्ञायाः लक्षणे इति न, केवलं लक्षणविचारे। इदानीम् अतिव्याप्तिः अव्याप्तिः असम्भवः इति दोषत्रयरहितं भवेत् लक्षणम् इति अस्माभिः अधीतं खलु। तर्हि अतिव्याप्तित्वं कुत्र न भवेत्? श्रीराममहोदय वदतु, अतिव्याप्तित्वं कुत्र न भवेत्? तत्र अतिव्याप्तित्वं अन्यपदार्थे यत्र लक्षण इव दृश्यते तत्र न भवेत्। यः इदानीम् एकः पदार्थः अस्ति, तस्य लक्षणं निरूपयितुम् इच्छामः, तदा अन्य कोऽपि पदार्थे तादृश लक्षणं भवति चेत् तत्र अतिव्याप्तित्वम् अस्ति इति वदामः इति चिन्तयामि। अस्तु, इतोपि प्रायः तत्र साक्षात् प्रश्नं करोमि, अतिव्याप्तित्वं लक्षणे न भवेत् वा लक्ष्ये न भवेत् वा? तत्र लक्षणे लक्षणवाक्ये न भवेत्, न लक्षणवाक्यं, लक्षणवाक्ये लक्षणमपि अस्ति लक्ष्यमपि अस्ति खलु, द्वयमपि अस्ति लक्षणवाक्ये। सत्यं, तर्हि लक्षणे न भवेत् वा लक्ष्ये न भवेत् वा? इदानीं एकनिमिषं महोदय, तत्र लक्षणेन लक्ष्यं वयं निरूपयामः, तत्र अतिव्याप्तित्वं तदा लक्षणे न भवेत्। उत्तमं, लक्षणे न भवेत् अतिव्याप्तित्वं वा अव्याप्तित्वं वा असम्भवत्वं वा लक्षणे न भवेत्। किमर्थं एषः प्रश्नः मया कृतः इति चेत्, गते वर्गे चिन्तनमासीत् खलु, इत्युक्ते लक्ष्ये बहूनि लक्षणानि भवन्ति, बहूनि लक्षणानि भवन्ति, किन्तु अत्र यदि लक्ष्ये अतिव्याप्तिः न भवेत्, नो चेत् अव्याप्तिः न भवेत् इति चिन्तयामः, तर्हि लक्ष्ये यानि लक्षणानि सन्ति तानि सर्वाणि वक्तव्यानि भवन्ति लक्षणवाक्ये। किन्तु अस्माकं लक्ष्यं किम् इत्युक्ते लक्ष्ये अतिव्याप्तिः न भवेत् इति न, लक्षणे अतिव्याप्तिः न भवेत्, नो चेत् अव्याप्तिः न भवेत् इति कृत्वा, यत्किमपि लक्षणत्वेन स्वीकृत्य लक्ष्यस्य परिचयं दद्मः, तत्र लक्षणे अतिव्याप्तिः भवति वा अव्याप्तिः भवति वा असम्भवः भवति वा इति एव द्रष्टव्यम्। अनेन चिन्तनेन किं लब्धम्? लक्ष्ये यानि लक्षणानि इत्युक्ते ये धर्माः सन्ति ते सर्वे वक्तव्याः इति न, तदेव वर्षाभगिन्याः प्रश्नः आसीत् खलु, इत्युक्ते गन्धवत्वं पृथिव्याः लक्षणम् अस्ति, किन्तु केवलं गन्धवत्वम् एव पृथिव्याः असाधारणधर्मः इति नास्ति, अन्यदपि वक्तुं शक्यते। इदानीं मम मनसि न आगच्छति, इत्युक्ते किम् अत्र स्नेहस्य लक्षणम् अस्माभिः अधीतं खलु, स्नेहस्य लक्षणं स्नेहम् इत्युक्ते किं किं चूर्णादिपिण्डि भाव सत्यं हा इति स्नेहस्य लक्षणे यदा अस्माभिः चिन्तितं तत्र एतद्वाक्यम् उक्तं जलम् इति स्वीकुर्मः जलस्य लक्षणं कथं कृतं शीतस्पर्शवान् आपः शीतस्पर्शवत् आपः इति कृतं जलस्य लक्षणं किन्तु जले एव स्नेहत्वम् इति कश्चन गुणः लभ्यते तर्हि यद्यपि शीतस्पर्शवत्यः आपः तस्य आपः इति स्त्रीलिङ्गपदमस्ति अतः अपि च बहुवचनं नित्य बहुवचनपदमस्ति इति कृत्वा शीतस्पर्शवत्यः आपः इति लक्षणवाक्ये शीतस्पर्शवत्वम् आपः जलस्य लक्षणम् इति उक्तम् किन्तु स्नेहः अपि केवलं जले एव लभ्यते जलस्य असाधारणगुणमस्ति स्नेहः येन स्नेहेन पिण्डीभावं जायते चूर्णेषु अतः एव स्नेहस्य लक्षणे जलमात्रवृत्तिः इति दत्तं तर्हि किमर्थं स्नेहं स्वीकृत्य लक्षणं कृतं यदि लक्ष्ये अव्याप्तिः न भवेत् इति इच्छा अस्ति तर्हि शीतस्पर्शवर्त्यः स्नेहत्वम् इति ये लक्षणाः यानि लक्षणानि सन्ति असाधारणलक्षणानि सन्ति जलस्य तानि सर्वाणि वक्तव्यानि भवन्ति अतः अतिव्याप्तिदोषः वा असम्भवदोषः वा अव्याप्तिदोषः वा लक्षणेन भवेत् इति एव अस्माकं लक्ष्यमस्ति निरूपणावसरे तदेव लक्ष्यं यदि लक्षणे अतिव्याप्तिः वा अव्याप्तिः वा असम्भवः वा भवति तदा एतदेव अनेन लक्षणेन एतदेव लक्ष्यम् इति न ज्ञातुं शक्नुमः इति कृत्वा अत्र लक्षणवाक्ये यानि लक्षणानि उक्तानि तेषु लक्षणेषु अत्र एकं त्यजामश्चेत् यत्र कुत्रापि अतिव्याप्तिः भवति वा अव्याप्तिः भवति वा इति एव चिन्तनीयं लक्षणवाक्ये लक्ष्यस्य ये धर्माः सन्ति ते सर्वे वक्तव्याः इति नास्ति तद् लक्षणवाक्यस्य लक्ष्यं नास्ति इति वक्तुम् इच्छामि प्रश्नः अस्ति वा अत्र अस्मिन् विषये तर्हि महोदय अत्र यदा वयम् अतिव्याप्ति अपि च अन्यत् दोषान् विषये चिन्तयामः चेत् तत्र वयं वदामः खलु संस्कारध्वंसे उदाहरणरूपेण संस्कारध्वंसे अतिव्याप्तिः भवति तर्हि संस्कारध्वंसे अतिव्याप्तित्वम् अस्ति खलु न इदानीं संस्कारध्वंसे अतिव्याप्तिः भवति इति वदामः किन्तु कस्य अपेक्षया एवमेव संस्कारध्वंसः इति स्वीकुर्मश्चेत् तत्र केवलम् अभावरूपपदार्थः अस्ति संस्कारध्वंसः इति पदार्थः किन्तु तस्मिन् अतिव्याप्तिः भवति अतिव्याप्तित्वं तस्मिन् नास्ति अतिव्याप्तिः भवति तस्य तत्र इत्युक्ते इदानीम् अतिव्याप्तिः कुत्र इति चेत् संस्कारध्वंसे तर्हि अतिव्याप्तिः इति पदेन संस्कारध्वंसः एव उक्तः किन्तु लक्षणे अतिव्याप्तिः भवति कुत्र भवति इति चेत् संस्कारध्वंसे भवति यदि ज्ञानत्वम् इति दलं त्यजामः लक्षणात् लक्षणेभ्यः अत्र इदानीं प्रतिविज्ञा इति एव प्रकृतविषयः अस्ति खलु तत्र त्रीणि दलानि सन्ति दलानि इत्युक्ते त्रीणि लक्षणानि सन्ति तत्र ज्ञानत्वम् इति दलम् इति लक्षणं त्यजामश्चेत् कुत्र अतिव्याप्तिः भवति इति चेत् अत्र संस्कारध्वंसे इति वदामः तर्हि दोषः कुत्र अस्ति संस्कारध्वंसे नास्ति लक्षणे दोषः अस्ति कीदृशदोषः अतिव्याप्तिदोषः अस्ति आं सत्यं हा तर्हि लक्षणवाक्ये देशः नास्ति. हा सम्यक् सम्यक् लक्षणवाक्यः लक्षणवाक्यः तदेव भवेत् यत्र अतिव्याप्तिः असम्भवः अथवा अव्याप्तिः इति दोषः न भवेत् इति लक्षणवाक्यस्य सत्यं सत्यं. तर्हि दोषः कुत्र इति चेत् लक्षणे इति अवगन्तव्यं, न तु लक्ष्ये. अस्तु. अपि च प्रतिविज्ञायाः दलसार्थक्यं गते वर्गे अस्माभिः कृतं. तत्र प्रत्यभिज्ञायाः वैविध्यमस्ति किम् इत्युक्ते कति विधाः सन्ति इति तादृशचिन्तनमस्ति वा न वा? मेहुल् महोदय भवानेव वदतु. प्रत्यभिज्ञायाः विविधानि सन्ति तत् नास्ति इति अहं मन्ये. प्रत्यभिज्ञा एक एव, विविधाः. अस्तु, तस्य उत्तरार्थम् अत्र स्मृतेः लक्षणमस्ति खलु. स्मृतेः संस्कारमात्रजन्यं स्मृतिः इति तावदेव दत्तं. तस्य वैविध्यं किमपि न चिन्तितं खलु. न चिन्तितं. संस्कारस्य विषयः भिद्यते किन्तु संस्कारः एक एव. संस्कारघटविषयकसंस्कारः न संस्कारः न संस्कारः भिद्यते. क्षम्यतां, स्मृतिः स्मृतिः इति वक्तुम् इष्टवान् अहम्. स्मृतिः इत्युक्ते एकविधज्ञानं, ज्ञानस्य एव ज्ञानं द्विविधम् इति उक्त्वा एकं तु स्मृतिः अन्यत्तु अनुभवः. स्मृतिः इत्युक्ते किं? संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति. तर्हि तत्र स्मृतेः वैविध्यं न उक्तं खलु. एवं प्रतिविज्ञायाः अपि वैविध्यं नास्ति. वस्तुतः प्रतिविज्ञा इति ज्ञानमस्ति. प्रत्यभिज्ञा इत्यपि ज्ञानमस्ति, ज्ञानमेव. किन्तु तस्मिन् ज्ञाने प्रत्यक्षत्वं तत्र प्रत्यक्षस्य अपेक्षा अस्ति, अपि च संस्कारस्यापि अपेक्षा अस्ति. सत्यम् इति कृत्वा एव संस्कारजन्यत्वे सति संस्कारभिन्नजन्यत्वे सति ज्ञानत्वम् इति प्रत्यभिज्ञायाः लक्षणं कृतम्. अस्तु, तर्हि केवलं पुनस्मारणार्थं संस्कार अपि च प्रत्यभिज्ञा न स्मृतिः प्रत्यभिज्ञयोः भेदः कः इति. संस्कार वदामि, स्मृति प्रत्यभिज्ञायाः भेदः कः इति. तर्हि तत्र स्मृति इत्यस्य कृते संस्कारः केवल संस्कारः एव तस्य कारणं भवति, संस्कारेण एव स्मृतिः जायते. परन्तु प्रत्यभिज्ञायाः कृते अत्र संस्कारः अपि च प्रत्यक्षज्ञानम् अपि तत्र भवेत्, तेन एव प्रत्यभिज्ञा जायते. स्मृतिः केवलं संस्कारेण एव जायते इति. सत्यम् इति तयोः मध्ये भेदः. संस्कारमात्रजन्यं स्मृतिः, किन्तु संस्कारेण सह प्रत्यक्षेनापि यज्जायते सा प्रत्यभिज्ञा इति. अस्तु, तदनन्तरं तर्हि सर्वम् अस्माभिः चिन्तितं, किन्तु अत्र विषयद्वयं त्यक्तमस्ति. संस्कारः इत्यत्र किं ग्राह्य इति पदमस्ति खलु, तस्य लक्षणं किम् इति दत्तमस्ति. ग्राह्यम् इति ग्राह्यमित्युक्ते किम् इति वर्षा भगिनी वदति किम्? महोदय प्रश्नं न अवबुद्धं. ग्राह्यम् इति पदमस्ति खलु, ग्राह्यम् इति पदेन किम् अवगन्तव्यम् इत्युक्ते ग्राह्य इति पदस्य लक्षणं किम् इति. नो चेत् लक्षणमिति न वदामि, अर्थः ग्राह्यमिति पदस्य अर्थः कः? संस्कारं स्मृतिलक्षणे वा महोदय? न न, केवलं ग्राह्य इति पदं, स्मृतिलक्षणे ग्राह्य इति पदं नास्ति वस्तुतः. संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति अस्ति. अत्र 128 पेज् मध्ये अन्तिमपरिच्छेदः अस्ति खलु, 128 पेज्, तत्र अन्तिमपरिच्छेदः अस्ति चक्षुर्मात्रग्राह्यम्. हा महोदय, ग्राह्यम् इत्युक्ते आं महोदय, अत्र दत्तमस्ति जन्यप्रत्यक्षविषयत्वं, जन्यप्रत्यक्षं ग्राह्यम् इति अवगन्तव्यं. यत् मात्रग्राह्यं, ग्राह्यम् इत्युक्ते यस्य ग्रहणं भवति तद् ग्राह्यम्. अतः यस् जन्यप्रत्यक्षविषयं विषयत्वं ग्राह्यस्य लक्षणम्. हा, तर्हि किञ्चित् प्रतिपादयति वा जन्यप्रत्यक्षविषयत्वम् इति समस्तपदमस्ति, तस्य विग्रहवाक्यं वदति चेत् प्रतिपादनं जातम् इति मन्ये. आम् महोदय, जन्यप्रत्यक्षं, यः प्रत्यक्षं जन्यमस्ति इत्युक्ते जन्य च सौ प्रत्यक्षं वा, प्रत्यक्षं जन्य, जन्यम् इत्युक्ते किं प्रथमं तद् वदतु. हा महोदय, प्रत्यक्षेण यत् जन्यं भवति, जन्यम् इत्युक्ते यस्य यत् जातं तत् जन्यं, प्रत्यक्षेण यत् जनयति. प्रत्यक्षं किमपि जनयति वा? ज्ञानं जनयति, प्रत्यक्षमेक ज्ञानमस्ति, प्रत्यक्षेण संस्कारं जनयति. हा, किन्तु तर्हि अत्र ग्राह्यम् इति पदेन जन्यप्रत्यक्षम् इत्युक्ते संस्कारस्य परामर्शः अस्ति वा अत्र? न न, जन्यप्रत्यक्षम् इत्युक्ते ज्ञानस्य एव परामर्शः अस्ति, अतः जन्य च असौ प्रत्यक्षश्च एव भवेत्, अत्र कर्मधारे समासः एव भवेत्. नास्ति, अस्तु, जन्यम् इत्यस्य उदाहरणमेकं वदतु. घटम्. हा, उत्तमं. जन्यं जन्यप्रत्यक्षम् इत्यत्र घट इति स्थापयतु, जन्य इत्यस्मिन् स्थाने घट इति स्थापयित्वा चिन्तयतु. घटप्रत्यक्षम्, षष्टि तत्पुरुष एव, घटस्य प्रत्यक्षं, जन्यस्य प्रत्यक्षं षष्टि तत्पुरुष एव खलु. आम्, जन्यस्य यत् जन्यं तस्य प्रत्यक्षं, जन्यस्य प्रत्यक्षं, जन्यप्रत्यक्षम्. तदनन्तरं जन्यप्रत्यक्षविषयं, तदनन्तरं त्वप्रत्ययं योजयामः. आं महोदय, तदपि षष्टितत्पुरुषे एव, जन्यप्रत्यक्षस्य विषयत्वम् इति विषय, तदनन्तरं त्वप्रत्ययं भवतु. तत्र त्वप्रत्ययमनन्तरं जन्यप्रत्यक्षस्य विषयम् इत्युक्ते किं भवती किम् अवगच्छति अनेन विग्रहवाक्येन, वाक्यस्य अर्थः कः? यस्य यः ज्ञानस्य विषयं भवति तद् यः विषयमित्युक्ते आब्जेक्ट् आफ् नालेज् महोदय. अत्र जन्यप्रत्यक्षविषयत्वम् इत्युक्ते यस्मिन् विषयत्वम् अस्ति इत्युक्ते भगिनि, तदनन्तरं योजयामः विषयः इति तावत् वदतु. जन्यप्रत्यक्षम् इत्युक्ते जन्यस्य प्रत्यक्षम् इति अवगतं, तदनन्तरं जन्यप्रत्यक्षस्य विषयः इति वदति चेत् तस्य अर्थः कः? तस्मिन् प्रकारता अस्ति, ज्ञानस्य प्रकारता अस्ति, अत्र प्रकारता अस्ति, ज्ञानस्य प्रकारता भवति वा? न न न, तेलिङ्गे करोति महोदय, त्रैविध्यम् अस्ति अत्र, प्रकारता विषये अस्ति किल, अत्र विषये प्रकारता अस्ति. चिन्तयति अत्र तावद् न गन्तव्यं, प्रत्यक्षस्य विषयः इत्युक्ते किं तदेव वक्तव्यं भवत्या. जन्यप्रत्यक्षम् इत्युक्ते जन्यस्य प्रत्यक्षं, तदनन्तरं जन्यप्रत्यक्षस्य विषयः इति वाक्यस्य अर्थः कः? अत्र प्रत्यक्षं यथा जन्यप्रत्यक्षम् इत्यत्र जन्यम् एकनिमिषम् शृणोतु, जन्यप्रत्यक्षम् इत्यत्र यथा जन्यम् इत्यस्मिन् स्थाने घटः इति स्थापितं तदा अर्थबोधः समीचीनतया जातः खलु, घटप्रत्यक्षम् इत्युक्ते घटस्य प्रत्यक्षं। तर्हि इदानीं प्रत्यक्षम् इत्यस्मि इति पदस्य स्थाने किं स्थापनीयम्? चक्षुर्मात्रग्राह्यं ज्ञानं न न ज्ञानं स्थापनीयं। हा उत्तमं, ज्ञानं खलु प्रत्यक्षम् इति एकविधज्ञानमस्ति खलु, ज्ञानम् इति प्रत्यक्षम् इति एकविधज्ञानं। तर्हि जन्यज्ञानस्य जन्यस्य ज्ञानस्य विषयः ज्ञानस्य विषयः अस्ति खलु अत्र, हा जन्यस्य ज्ञानस्य यः विषयः अस्ति तदनन्तरं तत्र त्वं प्रत्ययं योजयित्वा विषयत्वम् इति एव ग्राह्य इति पदस्य अर्थः। जन्यानां ज्ञानस्य विषयः विषयस्य भावः यदस्ति तदेव ग्राह्य इति पदेन उक्तम् इति अवगन्तव्यं। तर्हि ग्राह्य इत्यस्य अर्थः इति चेत् ग्राह्यम् इत्यनेन अस्मिन् सन्दर्भे इत्युक्ते सर्वत्र एतादृशं न भवति, यदा अहं हस्तेन घटं गृह्णामि तदा ग्राहकः कः ग्राह्यः कः? हस्तेन घटं गृह्णामि इत्युक्ते ग्राह्यः घटः, ग्राहकः हस्तः हस्तः अस्ति खलु, नो चेत् अहमेव इति वक्तुं शक्नोमि। अत्र हस्तं करणत्वेन उपयुज्य ग्रहणं करोमि इति कृत्वा अहमेव ग्राहकः, ग्राह्यः भवति घटः। तर्हि तत्र ग्राह्य इति पदेन जन्यप्रत्यक्षविषयत्वम् इति न वक्तुं शक्यते तत्र, किन्तु चक्षुर्मात्रग्राह्यम् इत्यस्मिन् वाक्ये ग्राह्य इति पदेन किम् अवगन्तव्यम् इति चेत् जन्यप्रत्यक्षविषयत्वम् इति अवगन्तव्यम्। तर्हि एवमेव अत्र ग्राहकम् इत्यस्य यदि एतदेव ग्राह्यम् इति पदस्य अर्थः अस्मिन् सन्दर्भे यदा ज्ञानस्य विषये चिन्तनं कुर्मः तस्मिन् सन्दर्भे ग्राह्य इति पदेन जन्यप्रत्यक्षविषयत्वम् एव अर्थः, तर्हि ग्राहकम् इति पदस्य अर्थः कः भवति इति सतिभामा भगिनी वदति किम्? आं महोदय, ग्राहकम् ग्राहकम् ग्राहकम् इन्द्रियमस्ति खलु महोदय, किन्तु अत्र जन्यप्रत्यक्षविषयत्वम् इति यथा ग्राह्यमिति पदस्य उक्तं तादृशं ग्राहक इति पदस्य किमपि वर्णनं कर्तुम् अत्र पुस्तके एतत् सर्वं नास्ति, पुस्तकात् बहिः पृच्छन् अस्मि अहम्। जन्यप्रत्यक्षस्य ग्राहकः इति एव न, अत्र इदानीं ग्राहक इति पदस्य लक्षणं तस्मिन् लक्षणवाक्ये ग्राहक इति कथं वा भवति? ग्राहक इति एव अस्माकं लक्ष्यमस्ति खलु, इत्युक्ते जन्यप्रत्यक्षविषयत्वम् इत्यस्मिन् वाक्ये ग्राह्य इति पदं न दृश्यते खलु? न दृश्यते। एवं ग्राहक इति पदम् अस्माकं लक्ष्यमस्ति चेत् लक्षणवाक्ये नो चेत् अर्थविधायकवाक्ये ग्राहक इति पदं न दृश्येत। अत्र इन्द्रियं सम्बन्धः एव भवान् उक्तवान् खलु, सम्बन्धग्राहकः सम्बन्धस्य ग्राहकः इति, ग्राहकम् इन्द्रियम् नो तत्तु इन्द्रियस्य लक्षणम् इदानीं ग्राहकम् इति पदस्य अर्थः कः इति पृच्छन् अस्मि अग्रिमपुटे दत्तमस्ति इति अहं मन्ये महोदय अस्तु वदतु महोदय 129 इति प्रथम द्वितीय परिच्छेदे अन्तिमवाक्यं प्रत्यक्षजनकत्वम् इति ग्राहकम् अस्तु तर्हि प्रतिपादयतु किञ्चित् प्रत्यक्षजनकत्वं प्रत्यक्षस्य जनकः इति ग्राहकः कुत्र दत्तमस्ति महोदय प्रथमपरिच्छेदे पुटसङ्ख्या 129 प्रथमपरि 129 अत्र सेकेण्ड् लास्ट् प्रथमपरिच्छेदे पङ्क्तिः अस्ति घ्राणेन्द्रियम् इत्यस्य ग्राहकः इत्यस्य प्रत्यक्षजनकत्वम् अर्थमादाय अर्थः वर्णनीयः प्रत्यक्षस्य जनकः इति ग्राहकः इति अहं मन्ये तर्हि प्रत्यक्षस्य जनकः प्रत्यक्षजनकः तादृशभावः प्रत्यक्षजनकत्वं यस्मिन् अस्ति सः एव ग्राहकः इति तस्य लक्षणं समीचीनम् तर्हि ग्राह्यमित्युक्ते किं जन्यप्रत्यक्षविषयत्वम् एव ग्राह्यं तत् कुत्र अस्ति घटे अस्ति अपि च ग्राहकः प्रत्यक्षजनकत्वम् इति अर्थः प्रत्यक्षजनकत्वं कुत्र अस्ति रमेश महोदय वदतु प्रत्यक्षस्य जन्यत्वं जनकत्वं कुत्र अस्ति इति एव महोदय प्रत्यक्षजनकत्वं कुत्र अस्ति इन्द्रिये अस्ति उत्तमं तर्हि इदानीम् इन्द्रियस्य लक्षणम् अस्माभिः प्राप्तं खलु प्रत्यक्षजनकत्वम् एव इन्द्रियस्य लक्षणम् आम् महोदय प्रत्यक्षजनकत्वं कुत्र अस्ति चेत् इन्द्रिये एव अस्ति इन्द्रियमेव ग्राहकम् इति कृत्वा इदानीम् इन्द्रियस्य लक्षणं किम् इति चेत् प्रत्यक्षजनकत्वम् एव इन्द्रियत्वम् इति वक्तुं शक्नुमः अस्तु महोदय तत्र मात्रपदं योजनीयं वा योजितुं शक्नोति वा शक्नोमि वा चिन्तयतु भवान् एव चिन्तयतु प्रत्यक्षजनकत्वं मात्र इन्द्रिय अथवा प्रत्यक्षजनकमात्र इन्द्रियं न मात्रपदं सम्यक् रीत्या स्थापनीयं भवतः आशयः कः केवलम् इन्द्रिये एव प्रत्यक्षजनकत्वम् अस्ति इदानीम् अस्माकं लक्ष्यमस्ति इन्द्रियम् आम् आम् तर्हि विपरीतरीत्या वक्तव्यं भवता वाक्यं यदि प्रत्यक्षमेव अस्माकं लक्ष्यं तर्हि इन्द्रियेण यज्जायते तत् प्रत्यक्षम् इति इन्द्रियमात्रेण यज्जायते तत् प्रत्यक्षम् इति वदामः किन्तु इदानीम् अस्माकं लक्ष्यमस्ति इन्द्रियम् प्रत्यक्षजनकत्वमात्रम् इन्द्रियम् न अत्र प्रत्यक्षमात्रजनकत्वम् इति वक्तव्यं खलु इत्युक्ते इन्द्रियेण केवलं प्रत्यक्षम् एव जायते प्रत्यक्षमात्रजनकत्वम् इन्द्रियम् अस्तु यदि प्रत्यक्षमात्रजनकत्वम् इति वदामः तर्हि परिशीलयतु अत्र कति दलानि सन्ति प्रत्यक्षम् इति एकदलं प्रत्यक्षं न प्रत्यक्षम् इति एकं दलं नास्ति प्रत्यक्षमात्रजनकत्वं तर्हि तदेव एक एव प्रत्यक्षमात्रम् अपि च जनकत्वं दलद्वयं न प्रत्यक्षम् इति दलमेव न भवति खलु इन्द्रियं तु सर्वदा जनकः अस्ति जनकमस्ति इति कृत्वा प्रत्यक्षजनकत्वे सति मात्रपदं यदा योजयति तर्हि प्रत्यक्षजनकत्वे सति प्रत्यक्षभिन्न अजन अजनकत्वं हा प्रत्यक्षभिन्न अजनकत्वम् इति भवति. तर्हि दलद्वयमस्ति खलु? मात्रपदेन मात्रपदेन दलद्वयं लब्धं, प्रत्यक्षजनकत्वे सति प्रत्यक्षभिन्न अजनकत्वं. तर्हि इदानीम् अत्र भिन्न इति पदेन किं परामर्शितं, कः आशयः? प्रत्यक्षभिन्न अजनकत्वं संस्कारः अनुभवः इति अन्यत् यत् प्रत्यभिज्ञा एतत् सर्वं यत् ज्ञानम् अस्ति तदेव इति अहं मन्ये. प्रत्यक्षभिन्न इत्यनेन भिन्न इति पदेन. अस्तु, तर्हि यं कमपि स्वीकृत्य परिशीलयतु. अस्तु, इदानीं प्रत्यक्षभिन्न इत्यनेन प्रत्यभिज्ञा इति स्वीकरोतु. प्रत्यभिज्ञायाः जनकत्वम् इन्द्रिये नास्ति. तदपि तत् भवति खलु, किमर्थमित्युक्ते प्रत्यक्षमपि तत्र भवेत्, प्रत्यक्षज्ञानमपि भवेत् प्रत्यभिज्ञायामपि. न, प्रत्यभिज्ञायाः जनकः कः, इन्द्रियं वा? प्रत्यभिज्ञायाः जनकः इति प्रत्यक्षज्ञानम् अपि च संस्कारः द्वयोः अपि. हा, अत्र प्रत्यक्षज्ञानम् अपि च संस्कारः द्वयमेव जनकः जनकौ खलु? आं, सत्यं. प्रत्यक्षज्ञानमेव जनकः प्रत्यभिज्ञायाः, न तु इन्द्रियम्. इन्द्रियं प्रत्यक्षस्य जनकः अस्ति. आम् आम्. तर्हि जनकस्य जनकः भवति यथा कुलालपिता. कुलालेन घटः जायते, कुलाल पित्रा कुलालः जायते इति कृत्वा जनकस्य जनकः, कारणस्य कारणम् अन्यथा सिद्धः भवति खलु? अन्यथा सिद्धं भवति इति कृत्वा यदि प्रत्यभिज्ञा इति स्वीकुर्मः, यदि प्रत्यक्ष जनकत्वे सति प्रत्यक्षभिन्न अनग अजनकत्वम् इति वदामः, अत्र प्रत्यक्षभिन्न इत्यनेन प्रत्यभिज्ञा स्वीकुर्मश्चेत् तत्र अतिव्याप्तिः न भवति. किमर्थमित्युक्ते प्रत्यभिज्ञा किम्, इन्द्रियेण न जायते. इन्द्रियेण किं जायते? केवलं प्रत्यक्षज्ञानमेव जायते खलु? सत्यम्. अस्तु, तर्हि प्रत्यभिज्ञा इत्यत्र अतिव्याप्तिः न भवति. इदानीं संस्कारः इति स्वीकृत्य चिन्तयतु. संस्कारः कथं जायते, नो चेत् केन जायते? संस्कारः तु संस्कारमात्रजन्यं ज्ञानं स्मृतिः इति अस्ति. न, इदानीं प्रश्नः अस्ति संस्कारः केन जायते. संस्कारः तु स्वामिमहोदय वदतु. स्वामिजय, संस्कारः केन जायते? हा, संस्कारस्य कारणं किम् इति प्रश्नः. महोदय, व्यवहारः एकं, द्वितीयं स्मृतिः. संस्कारः स्मृत्या जायते वा, नो चेत् स्मृतिः संस्कारेण जायते वा? संस्कारेण स्मृतिः जायते महोदय, तत्तु लक्षणमेव. किन्तु अहं यदा भवान् अपृच्छत् अचिन्तयत् स्मरणेन अनुभवेन संस्कारः जायते वा? हा, अनुभवः इत्युक्ते किं ज्ञानमस्ति खलु प्रत्यक्षमेव अनुभवः अमे प्रत्यक्षमित्युक्ते प्रत्यक्षं नास्ति अनुभवः अग्रे पठिष्यामः अनुभवस्य चातुर्विध्यमस्ति प्रत्यक्षमिति एकविधम् अनुमितिः इति द्विविधं द्वितीयम् उपमितिः इति तृतीयं शाब्दम् इति चतुर्थं भवतु किन्तु प्रत्यक्षेन एव संस्कारः जायते खलु नो चेत् अनुभवेन जायते ज्ञानेन वस्तुतः अनुभवः इति एकविधज्ञानमस्ति खलु ज्ञानेन संस्कारः जायते किन्तु इन्द्रियेण ज्ञानं जायते तर्हि पुनः इन्द्रियं कारणस्य कारणं भवति तर्हि संस्कारं प्रति इन्द्रियम् अन्यथा सिद्धः भवति इति कृत्वा संस्कारभिन्न इत्यनेन क्षम्यतां प्रत्यक्षभिन्न इत्यनेन संस्कारः स्वीकुर्मश्चेत् अत्र अतिव्याप्तिः न भवति खलु तर्हि अन्यत् किमुक्तं भवता इदानीं प्रतिविज्ञाया विषये अस्माभिः चिन्तितं संस्कारस्य विषये अस्माभिः चिन्तितं तावदेव तर्हि यत्र कुत्रापि अतिव्याप्तिः न भवति इति कृत्वा मात्रपदस्य योजनस्य आवश्यकता नास्ति खलु आं सत्यं तेन एव केवलम् इन्द्रियेण एव प्रत्यक्षजनक प्रत्यक्षजनकः इन्द्रियः इन्द्रियाणि एव अतः अन्यत् किमपि नास्ति अतः मात्रपदस्य योजनं मात्रपदस्य आवश्यकता नास्ति आं सत्यं तर्हि प्रत्यक्षजनकत्वम् इन्द्रियस्य लक्षणम् ग्राहक इति पदस्यापि अर्थः तदेव प्रत्यक्षजनकत्वम् इति अस्तु समीचीनम् अस्तु अन्यः प्रश्नः एतद् अस्माभिः चिन्तितं वा न वा इति न जाने अस्तु पुनस्मारणं कुर्मश्चेत् क्लेशः नास्ति तर्हि संस्कारः इति अन्यतमः गुणः अस्ति इति इति कथं ज्ञातं तत्र प्रमाणं किं श्रीराममहोदय वदति किम् अनुमानप्रमाणं महोदय अनुमानमेव तत्र प्रमाणम् अस्तु तर्हि संस्कारः इति अन्यतमः गुणः अस्ति इति कथं निरूपितं किञ्चित् वदति वा तत्र अहं चिन्तयामि व्यापारः इति कश्चन सिद्धान्तः अस्ति व्यापारकल्पना इति तेन संस्कारस्य अनुमानं तत्र निरूपितम् अस्तु व्यापारः इत्युक्ते किं व्यापारस्य लक्षणं किं व्यापारस्य लक्षणम् अस्ति उदाहरणं वदामि महोदय तत्र यदा कुलालः घटस्य निर्माणं करोति तत्र चक्रं दण्डेन भ्रामयति तदनन्तरं दण्डनाशः भवति चेदपि तत्र दण्डेन यत् तत् चक्रभ्रमणं कृतं तेन तत्र घटस्य निर्माणं संयोगः वा संयोगः इति वदामः कारयति कुलालः इदानीं तत्र यद्यपि घटः क्षम्यतां यद्यपि दण्डः नास्ति दण्ड असत्त्वे अपि घटसत्त्वम् अस्ति तदा कश्चन तत्तु घट तु निर्मितः अस्ति कुलालेन इति कृत्वा तत्र चक्रभ्रमणं यत् अस्ति तद् तत्र व्यापाररूपेण तद् घटं जनयति इति नैयायिकाः वदन्ति यद्यपि तत्र दण्डः नास्ति इति कृत्वा तत्र तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति उत्तमं तदेव लक्षणं व्यापारस्य लक्षणं तज्जन्यत्वे सति तज्जन्यजनकत्वम् उत्तमम् तर्हि तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति इदानीं भवान् किं वदति संस्कारः व्यापारः इति स्वीकृतः वा संस्कारः व्यापारः इति अहं चिन्तयामि महोदय व्यापारः अस्तु तर्हि यदि संस्कारः एव व्यापारः तर्हि तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति वाक्यस्य प्रतिपादनं करोतु संस्कारं स्वीकृत्य. अत्र तद् इत्युक्ते किम् एतत् सर्वं वदतु. इदानीं तत्र प्रत्यक्षं तज्जन्यत्वे तज्जन्यत्वे इत्युक्ते प्रत्यक्षेण संस्कारः जन्यः अस्ति. प्रत्यक्षज्ञानं भवति चेत् तत्र घटप्रत्यक्षज्ञानम् अस्ति चेत् घटस्य संस्कारः तत्र आत्मनि भवति, तज्जन्यः अस्ति. इदानीं तज्जन्यत्वे सति तज्जन्यजनकत्वं तज्जन्यजनकत्वम् इत्युक्ते एकनिमिषम् अत्र तत् जन्यत्वे सति इत्यत्र तत् इत्युक्ते किं, जन्य इत्युक्ते किम्? तेन जन्य तेन तत् इत्युक्ते तत्र प्रत्यक्षं प्रत्यक्षज्ञानं तत् इत्युक्ते प्रत्यक्षज्ञानं, जन्यम् इत्युक्ते किं, संस्कारः. अस्तु समीचीनं. तर्हि प्रत्यक्षज्ञानेन संस्कारः जायते इति कृत्वा प्रत्यक्षज्ञानजन्यत्वं संस्कारे अस्ति. तर्हि तज्जन्यत्वं संस्कारे अस्ति. अस्तु अग्रे तज्जन्यजनकत्वम्. अत्र तज्जन्यजनकत्वं इदानीं संस्कारेण स्मृतिः जायते. इदानीं कालान्तरं घटस्य स्मृतिः भवति आत्मनि, तदा तस्य जनकः अस्ति संस्कारः. इदानीं तज्जन्यजनकत्वम् इदानीं तेन जन्यः स्मृतिः, संस्कारेण जन्यः स्मृतिः, तस्य जनकत्वम् इत्युक्ते स्मृतेः जनकत्वं संस्कारे अस्ति इति कृत्वा तज्जन्यत्वे सति तज्जन्यत्वे सति तज्जन्यजनकत्वं संस्कारे अस्ति. व्यापारः इतोपि स्पष्टतया वक्तव्यम्. अत्र तज्जन्यत्वं संस्कारे अस्ति इति निरूपितं. तत् इत्युक्ते प्रत्यक्षज्ञानं, तज्जन्यम् इत्युक्ते संस्कारः, तज्जन्यत्वं संस्कारे अस्ति. एवं तज्जन्यजनकत्वम् इति समस्तपदे तत् इति पदमस्ति, जन्य इति पदमस्ति, जनक इति पदमस्ति. तत् इत्युक्ते किं, जन्य इत्युक्ते किं, जनक इत्युक्ते किम्? तत् इति संस्कार तेन जन्यः इत्युक्ते संस्कारेण जन्यः तत् जन्यः, तदस्ति स्मृतिः. अस्तु तर्हि तत् इत्युक्ते संस्कारः, तेन जन्या अस्ति स्मृतिः. तर्हि तज्जन्या इति स्मृतिः तावत् पर्याप्तं. तदनन्तरं जन्या स्मृतेः जनकः अस्ति संस्कार एव, तदा जनकत्वं संस्कारे आपतति पतति. अतः एव एतादृशं वक्तव्यं. तर्हि विग्रहवाक्यं किमस्ति, तज्जन्यजनकत्वम् इत्यस्य विग्रहवाक्यं किम्? तेन तेन जन्यं तज्जन्यम्. अस्तु तेन जन्यं तज्जन्यं. तर्हि एकनिमिषं. तेन जन्यं तज्जन्यम् इति चेत् संस्कारेण जन्या तज्जन्या स्मृतिः. तदनन्तरं स्मृतेः जनकः अस्ति संस्कारः. हा तर्हि तज्जन्याः जनकः इति वदति. इति अहं चिन्तयामि महोदय. न भवतु, अत्र प्रथमं भवतः चिन्तनं किम् इति समीचीनतया अवगच्छामः. तदनन्तरं चिन्तनं समीचीनं वा इति तद्भिन्नवार्ता अस्ति. इत्युक्ते भवतः आशयः कः इदानीं भवतः वाक्यं पश्यति चेत् किम् इदानीं तेन जन्य तस्य तेन जन्या स्मृति तस्य जनकः अस्ति संस्कारः इति अहं चिन्तयामि. न यदि तादृशं चिन्तनं करोति इदानीं द्वितीयवाक्यं तत्र भ्रमः एकनिमिषं तत्र भ्रमः अस्ति तेन न एकं वाक्यम् अहं वदामि. यदि तादृशं वदति अत्र तेन इत्यनेन संस्कारः स्वीकृत्य जन्य इत्यनेन स्मृतिः स्वीकरोति चेत् प्रथमभागस्य आवश्यकता एव नास्ति खलु? तदेव तेन जन्या इत्युक्ते प्रत्यक्षेन जन्या इति अहं चिन्तयामि. प्रत्यक्षेन जन्या अनन्तरं तस्य जनकः इदानीं स्पष्टः अस्ति. इदानीं तेन इत्युक्ते प्रत्यक्षेन जन्या स्मृतिः तस्य जनकः अस्ति संस्कारः. तदेव पुनः वदति इदानीं तेन उक्तं तदेव वदति प्रत्यक्षेन जन्या स्मृति प्रत्यक्षेन जन्या स्मृति स्मृतेः जनकः संस्कारः इति वदति तदेव निरूपणीयं खलु महोदय? इत्युक्ते अत्र अहं चिन्तयामि यद्यपि तत्र घटप्रत्यक्षम् अभवत् तेन संस्कारः जायते. एकनिमिषम् अत्र अस्तु इदानीं चक्रभ्रमणम् इति व्यापारः अस्ति खलु? सत्यं व्यापारे अपि चक्रभ्रमणे अपि तज्जन्यत्वे सति तज्जन्यजनकत्वम् इत्यस्य लक्षणम् इदानीं चक्रभ्रमणम् इति स्वीकृत्य लक्षणं निरूपयतु प्रथमं तत् करोतु. अस्तु तत्र तज्जन्यम् इत्युक्ते चक्र दण्डेन जन्यं तत् इत्युक्ते दण्डः दण्डेन जन्यं चक्रभ्रमणम्. अस्तु समीचीनम्. तदनन्तरं तज्जन्यत्वे सति तज्जन्यजनकत्वं तज्जन्य इत्युक्ते घटः घटः दण्डेन जन्यः घटः तस्य जनकः अस्ति चक्रभ्रमणम् इति अहं चिन्तयामि. नास्ति किमर्थमित्युक्ते अस्तु अत्र व्यापारस्य कल्पना कृतं किमर्थं कृता? अत्र यद्यपि घट उत्पत्तिः भवति दण्डे सति इति कृत्वा तर्हि दण्डस्य कारणत्वं निरूपणीयं खलु? तदेव प्रश्नः. यथा भवता समीचीनतया उक्तं यस्मिन् समये घटस्य उत्पादनं भवति तस्मात् पूर्वक्षणे दण्डः नास्ति. सत्यं तस्मात् पूर्वमेव दण्डस्य नाशः अभवत् तर्हि इदानीं दण्डाभावे घटसत्त्वम् इति व्यतिरेकव्यभिचारः जातः खलु? सत्यम्. तर्हि अत्र इदानीं यदि कोऽपि एतद् वाक्यं शृणोति तर्हि दण्डः घटं प्रति न कारणम् इति वदति किन्तु तन्न इष्टं वयं जानीमः दण्डः कारणमेव इति तत् कथं निरूपयितुं शक्नुमः? व्यापारः इति कश्चन कल्पनां कृत्वा काञ्चन कल्पनां कृत्वा दण्डस्य कारणत्वं समर्थितं खलु? सत्यम्. तर्हि तज्जन्यम् इत्युक्ते तत् इति दण्डः तेन जन्यं चक्रभ्रमणं तज्जन्यत्वं चक्रभ्रमणे अस्ति इति प्रथमं. द्वितीयं तज्जन्यजनकत्वम् अत्रापि तत् इति दण्डः एव दण्डः एव दण्डेन घटः नास्ति अत्र घटः नास्ति दण्डः एव दण्ड घट उक्तवान् सम्यक् दण्ड एव एकनिमिषम् अस्तु अहं प्रतिपादयामि तदनन्तरम् एवं संस्कारस्यापि व्यापारत्वं निरूपयतु. तर्हि तत् इति दण्डः दण्डेन यज्जन्यः चक्रभ्रमणं तस्मिन् चक्रभ्रमणे जनकत्वम् अपि अस्ति जनकत्वमपि दण्डेन दण्डेन जन्यः दण्डेन जन्यः घटः घटस्य जनकत्वं न दण्डेन जन्यः घटः नास्ति दण्डेन जन्यः चक्रभ्रमणम् पुनः द्वितीयवाक्ये अपि तादृशमेव अस्ति वा महोदय सत्यं वा इत्युक्ते व्यापारस्य वैशिष्ट्यं किम् इति चेत् एकमेव पदार्थः एकमेव एकः एव पदार्थः जन्यमपि भवेत् जनकः अपि भवेत् जन्यः अपि भवेत् जनकः अपि भवेत् जन्यत्वं किञ्चित् शृणोतु महोदय एकनिमिषं किञ्चित् श्रुत्वा तदनन्तरं चिन्तयतु अस्तु व्यापारः इत्युक्ते किम् इति चेत् यस्मिन् जन्यत्वम् अपि अस्ति जनकत्वम् अपि अस्ति द्वयमपि अस्ति इति एकः अपि च इदानीं येन तस्य जन्यत्वं प्राप्तं तेन एव अत्र जनकत्वम् अपि प्रापणीयम् इति अपि नियमः अस्ति अतः एव तज्जन्यत्वे सति तज्जन्यजनकत्वम् अस्तु इदानीम् अहं वदामि तत् इति दण्डः जन्य इति चक्रभ्रमणं तज्जन्यं तेन जन्यं दण्डेन जन्यं चक्रभ्रमणं तर्हि तज्जन्यत्वं चक्रभ्रमणे अस्ति इति प्रथमभागः द्वितीयभागः तज्जन्यजनकत्वम् अत्रापि तत् इति दण्डः तेन जन्यं किं चक्रभ्रमणं तेन जन्यत्वं कुत्र अस्ति चक्रभ्रमणे अस्ति केवलं जन्यत्वं नास्ति तस्मात् अनेन चक्रभ्रमणेन एव घटः जायते खलु तर्हि घटस्य जनकः अस्ति इदानीं किं चक्रभ्रमणम् इति कृत्वा तज्जन्यजनकत्वं तर्हि चक्रभ्रमणं चक्रभ्रमणेन घटः जायते किन्तु चक्रभ्रमणं केन जातम् इति चेत् दण्डेन जायते इति कृत्वा एव चक्रभ्रमणं व्यापारत्वेन स्वीकृत्य दण्डस्य कारणत्वं निरूपयितुं शक्यते इति कृत्वा अत्र तत् इत्यनेन दण्डः एव अत्र स्वीकरणीयः भवति स्थलद्वयोः इदानीं तत्र भ्रमः नास्ति महोदय तत् इति शब्दे मम भ्रमः नास्ति तज्जन्यत्वे सति तज्जन्यम् इति द्वितीयपदे द्वज्जन्यजनकत्वम् इति पदे तज्जन्यम् इति पुनः चक्रभ्रमणम् इति वदामः खलु इति एव यदि यदि घटः इति स्वीकरोति दण्डेन घटः जायते तर्हि किमर्थं व्यापारस्य आवश्यकता तज्जन्यम् इति घटः इति जानीमः चेत् व्यापारः एव निष्कासयितुं शक्नुमः खलु तदेव अस्माकं लक्ष्यम् इदानीं यस्मिन् समये घटः जायते तस्मिन् तस्मात् पूर्वक्षणे दण्डः नास्ति तर्हि पूर्वपक्षी आपादनं करोति अतः दण्डः घटं प्रति न कारणम् इति सः आपादनं करोति तस्य निरूपणार्थम् अत्र चक्रभ्रमणम् इति व्यापारत्वेन स्वीकृत्य निरूपयामः यदि द्वितीयभागे तज्जन्यम् इत्यनेन तत् इति दण्डः तेन जन्यम् इति घटः इति स्वीकुर्मः तर्हि तज्जन्यं घटः इति जायते खलु अत्र निरूपणस्य आवश्यकता का तदेव निरूपणीयं यद् निरूपणीयं तद् न वक्तव्यं खलु वाट् वि वाण्ट् टु प्रूव् केनाट् बि प्रोक्लेम्ड् तर्हि तज्जन्यजनकत्वम् इत्युक्ते अत्रापि तत् इति दण्डः तेन चक्रभ्रमणं जायते किन्तु केवलं चक्रभ्रमणं जन्यं नास्ति तस्मिन् जनकत्वम् अपि अस्ति चक्रभ्रमणेन एव घटः जायते इति कृत्वा एवम् इदानीं संस्कारः वदतु तज्जन्यं तज्जन्यः अस्ति तत् इति प्रत्यक्षं तेन जन्यः तज्जन्यः संस्कारः तदा तज्जन्यं तज्जन्यत्वे सति तज्जन्यजनकत्वं तज्जन्यः इत्युक्ते संस्कारेण जन्यः क्षम्यतां प्रत्यक्षेण जन्यः संस्कारः तज्जन्यत्वे तज्जन्य जनकत्वं तज्जन्य तज्जन्यजनकत्वम् इत्यत्र महोदय तत्र तज्जन्य तेन प्रत्यक्षेन जन्यः संस्कारः तेन तत्र विग्रहवाक्यं कथं भवति महोदय? हा इति चिन्तयतु, तद् तत् समीचीनतया वदति चेत् अवबोधः जायते. तेन जन्यः तेन जन् तेन जन्यः तेन जन्यः तज्जन्यः तदनन्तरं जनकः इति पदमस्ति. तेन जन्यः तेन जन्यः जनकः तस्य तेन जन्यः तस्य जनकः तेन तस्य जनकः इति वदति चेत् क्लेशः भवति. तेन जन्यः तेन जनकः तदेव जनकः तेन जन्यः एव जनकः. हा तर्हि तत्र कर्मधारयः वक्तव्यः भवति. तेन जन्यः जनकः इत्युक्ते तज्जन्यः च असौ जनकः च इति विशेषणपूर्वपदकर्मधारयः अस्ति. अस्तु महोदय, तथा तेन जन्यः इति संस्कारः सः एव जनकः, तदा सः एव जनकः अपि कस्य जनकः? स्मृतेः जनकः इति अस्ति. इति कृत्वा अत्र प्रत्यक्षस्य कारणत्वं प्रत्यक्षस्य प्रत्यक्षज्ञानस्य स्मृतिं प्रति कारणत्वं संस्कारं स्वीकृत्य निरूपितम् इत्युक्ते अतः एव पुस्तके किं दत्तमस्ति, अस्मिन् दिने अहं घटं पश्यन्नस्मि किन्तु श्वः घटस्य स्मरणं जायते. यस्मिन् क्षणे ज्ञानं नास्ति, प्रत्यक्षज्ञानं नष्टा जाता खलु, प्रत्यक्षं ज्ञानं नष्टम् अभवत् इति कृत्वा इदानीं कारणं नास्ति. किन्तु वयं जानीमः घटं यदि अहम् अद्य न पश्यामि तदा तर्हि घटस्य स्मरणं श्वः न भविष्यति. तर्हि प्रत्यक्षज्ञानम् एव स्मृतिं प्रति कारणम् इति वयं जानीमः, तथापि यस्मिन् क्षणे स्मृतिः जायते तस्मात् पूर्वक्षणे ज्ञानं नास्ति. यथा पूर्वक्षणे दण्डः नास्ति नास्ति तथा पूर्वक्षणे ज्ञानं नास्ति, तर्हि कथं वा स्मृतिः जायते इति प्रश्ने सति अत्र संस्कारः इति गुणः व्यापारत्वेन कल्पितः अस्ति. इति कृत्वा हा इति अस्ति. तर्हि तज्जन्यजनकत्वम् इत्युक्ते तत् तेन जन्यं तज्जन्यं तज्जन्यं च जनकं च तज्जन्यजनकं तादृशभावः तज्जन्यजनकत्वम् इति विग्रहवाक्यं भवति. हा अतः एव अहं पुनः पुनः पृच्छति, अत्र समासः मुख्यमस्ति. समासः समीचीनतया अध्येतव्यः अस्ति, विग्रहवाक्यं समीचीनतया वक्तव्यम्. बहवः अत्र एतादृशं विग्रहवाक्यं वदन्ति किन्तु विग्रहवाक्य वाक्यस्य अर्थः कः इति ते तेन जानन्ति. अस्तु, इति कृत्वा अत्र संस्कारस्य निरूपणं कृतं, व्यापारत्वेन संस्कारस्य निरूपणं कृतं. संस्कारे व्यापारत्वं कल्पयित्वा संस्कारः इति अन्यतमः गुणः अस्ति इति निरूपितम्. अत्र पुस्तके एतद् वाक्यं कुत्र अस्ति इति अहं न स्मरामि, तत्र वर्गे एतत् श्रुतम् इति कृत्वा मया उक्तं. सो पुस्तके वाक्यं नास्ति, अत्र करपत्रे अस्ति, करपत्रम् अद्य प्रेषयिष्यामि वाट्साप् ग्रूप् मध्ये. तत्र व्यापारस्य लक्षणं तज्जन्यत्वे सति तज्जन्यजनकत्वम् इति अस्ति. चिन्तनम् इत्यस्य इति करपत्रे अस्ति. अस्तु जलशास्त्र अस्तु तर्हि भवान् मेहुल् महोदय भवान् एव अत्र लिङ्क् अस्माकं वाट्साप् ग्रूप् मध्ये कृपया प्रेषयतु. अस्तु तर्हि यावदस्माभिः अधीतं तेषां विषये इदानीं पुनस्मारणं सम्पूर्णरीत्या जातम्. अग्रिमवर्गे अत्र अनुभवः इत्यस्मिन् विषये चिन्तनं जायते. तर्हि अनुभवः इत्युक्ते किं, तस्य वैविध्यं किं, कथं जायते, प्रत्यक्षज्ञानं कथं जायते, तत्र भ्रम अपि अस्ति खलु, रज्जुं दृष्ट्वा एषः सर्पः इति अपि ज्ञानं भवति. तर्हि भ्रम कथं जायते इति रुचिकरभागः अग्रे आयास्यति. तत् अग्रिमवर्गे पश्यामः, ततः पठनं. तस्मात् पूर्वम् अत्र वृत्तयः पञ्चवृत्तिः इति मया उक्तं खलु, तस्मिन् विषये किञ्चित् वक्तुम् इच्छामि. वृत्तयः इति स्प्रेड्शीट् मया प्रेषितमासीत्. हा वदतु महोदय. तत्र एतदपि कृपया वदतु महोदय, तत्र कर्तार्थे कर्मार्थे इति वदति, तस्य अर्थः कः, कथं तस्य अवगमनं भवतु इति, कर्तार्थे कर्मार्थे वदति खलु, तदपि किञ्चित् वदतु महोदय. इत्युक्ते घटस्य ज्ञानम् इत्यत्र घटः इति कर्तार्थे वा कर्मार्थे वा इति खलु, तादृश इत्युक्ते किम् अवगन्तव्यं तेन कर्तार्थे अस्ति इत्युक्ते किं वदामि. प्रथमम् अत्र पञ्चवृत्तयः इति वृत्तयः इति स्प्रेड्शीट् अस्ति, तत्र मूलपुटे पञ्चवृत्तयः इति शीट् अस्ति खलु, तत्र कानिचन उदाहरणानि मया स्थापितानि. प्रथमं पञ्चवृत्तयः के काः इति चेत्, सनादिवृत्तिः इति एकः, कृत्वृत्तिः इति द्वितीयः, तद्धितवृत्तिः इति तृतीयः, समासवृत्तिः इति चतुर्थः, एकशेषवृत्तिः इति पञ्चमः अस्ति. अपि च तस्मादुपरि सुबर्तः इत्युक्ते सुबन्तं तिङन्तम् इति एतेषां पदानाम् एव अर्थः अस्ति. अपि च तत्र धातोः अपि अर्थः अस्ति, प्रत्ययस्य अपि अर्थः अस्ति. तर्हि आहत्य अर्थवान् शब्दाः, अर्थवन्तः शब्दाः के, व्याकरणलोके अर्थवन्तः शब्दाः के इति पृच्छति चेत् धातुः, तदपि योजयिष्यामि, प्रत्ययः नवशब्दाः सन्ति आहत्य अर्थवन्तः शब्दाः, नवशब्दाः सन्ति. प्रथमं धातुः, धातुः धातवः धातुपाठे पाणिनिमहर्षिणा उक्ताः सन्ति. अपि च तेषाम् अर्थः पाणिनिमहर्षिणा न उक्तः, यद् इदानीन्तनधातुपाठे लभ्यते भूसत्तायाम् इति अस्ति खलु, तत्र भू इति धातुः पाणिनिमहर्षिणा उक्तः अस्ति, किन्तु सत्तायाम् इति पाणिनिमहर्षिणा न उक्तः. तस्मात् अग्रिमकाले केन उक्तम् इति अहं न जाने, किन्तु तत्र एतादृशम् आगतम्. अपि च सत्तायाम् इति केवलम् एकः एव अर्थः इति न स्वीकरणीयं, धातोः बहवः अर्थाः भवन्ति प्रत्येकं धातोः. तर्हि तत्र प्रसिद्ध अर्थाः ये सन्ति ते एव धातुपाठे, इदानीन्तनधातुपाठे दृश्यन्ते. अपि च प्रत्ययस्य अर्थः अस्ति, अर्थविधायकसूत्रमस्ति, भावे इति सूत्रमस्ति. भावे इति सूत्रेण तत्र भावार्थः उक्तः भवति केषाञ्चित् प्रत्ययानाम्. अस्तु, तदनन्तरम् इदानीं तत्र पुनः सनादिवृत्तिः इति स्वीकुर्मः. सनाद्यन्ताः धातवः इत्यनेन आहत्य सनादि इति पदेन अत्र द्वादशप्रत्ययाः परामर्शिताः सन्ति. धातोः तत्र केचन प्रत्ययाः, सर्वे सनादिप्रत्ययाः धातोः न विधीयन्ते, केचन प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते, केचन प्रत्ययाः सुबन्तेभ्यः विधीयन्ते, केचन प्रत्ययाः धातोः विधीयन्ते, धातुभ्यः विधीयन्ते इति त्रिधा तेषां विधानं भवति. किन्तु प्रातिपदिकात् परे भवतु, सुबन्तात् परे भवतु, धातोः परे भवतु, सनादिप्रत्ययानां योजनेन कः शब्दः लभ्यते इति चेत् धातुः एव लभ्यते, सनाद्यन्ताः धातवः इति आतिदेशिकधातुः लभ्यते। किन्तु इदानीम् आतिदेशिकधातुः अपि च औपदेशिकधातुः अनयोः मध्ये अर्थभेदः अस्ति, अर्थभेदः अस्ति। अस्तु, तर्हि जिज्ञास अत्र सन्प्रत्ययस्य योजनेन यः धातुः लभ्यते, जिज्ञास इति धातुः यद् लभ्यते तस्य धातोः अर्थः ज्ञादौतोः भिन्नमस्ति इति कृत्वा इदानीं जिज्ञास इति सनादिवृत्तिः अस्ति। तस्य अर्थः कः इति चेत् ज्ञातुम् इच्छति इति भवति। तर्हि तत्र विग्रहवाक्यं किम् इति ज्ञातुम् इच्छति इति भवति। यदि चिकीर्षति इति पदमस्ति, चिकीर्षति इति किं तिङन्तपदमस्ति, चिकीर्षति इति पदस्य अत्र तिङ्प्रत्ययस्य योजनेन यत् पदं लब्धं तत्र न चिकीर्षति इति, एकनिमिषम्, अत्र कृ धातुः एव अस्ति खलु? आं महोदय, कर्तुम् इच्छा महोदय, कर्तुम्, अतः किञ्चित् क्लेशः जातः। जिज्ञासति इति भवति वा? यदि जिज्ञासा इति पदं स्वीकुर्मः, आम् आं महोदय, जिज्ञासति इति भवति खलु? आम् आम्, जिज्ञा, एकनिमिषम्, अस्तु, जिज्ञासति इति भवति। तस्य इदानीं जिज्ञासा, जिज्ञासति इति क्रियापदस्य विग्रहवाक्यम् अर्थः कः? विग्रहवाक्यं, विग्रहवाक्यम् इत्युक्ते किम् इत्युक्ते अर्थबोधकवाक्यम् एव विग्रहवाक्यम् इति अर्थः। केवलं समासे, समासस्य एव विग्रहवाक्यं भवति इति न, अर्थबोधकवाक्यं, यत्किमपि अर्थबोधकवाक्यम् अस्ति तद् विग्रहवाक्यम् इति वक्त इति वदामः। अस्तु, अत्र ज्ञातुम् इच्छति इति जिज्ञासति इति भवति। किमर्थम् अत्र इच्छति इति लिखितम् इति चेत् अत्र जिज्ञासति इति क्रियापदमस्ति खलु, अतः ज्ञातुम् इच्छति, जिज्ञासति इति भवति। जिज्ञासा इति पदमस्ति चेत् तत्र ज्ञातुम् इच्छा, जिज्ञासा, तत्र आप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं लब्धमस्ति। अपि च अत्र अ इति कश्चन प्रत्ययः अस्ति, तदपि योजयित्वा जिज्ञासा, तदनन्तरम् आप्रत्ययं योजयित्वा जिज्ञासा इति दीर्घ आकारान्तपदमस्ति। तस्य विग्रहवाक्यं किम् इति चेत् ज्ञातुम् इच्छा, जिज्ञासा इति भवति विग्रहवाक्यम् इति सनादि अत्र सन् प्रत्ययस्य वाक्यम् उक्तमस्ति। अत्र अग्रिमपुटे इत्युक्ते सनादिवृत्तिः इति अस्ति खलु, तत्र पश्यन्तु क्यच् इति प्रत्ययः कस्मात् विधीयते इति चेत् सुबन्तात् विधीयते। कस्मिन् अर्थे इति चेत् तम् आत्मनः इच्छति इत्यस्मिन् अर्थे, नो चेत् तम् अत्यन्तम् आत्मनः इच्छति, तम् इव अन्यम् आचरति, तस्मिन् इव आचरति इति चतुर्षु अर्थेषु क्यच् प्रत्ययस्य विधानं भवति। कस्मात् भवति? सुबन्तात् भवति। केन सूत्रेण? सुप आत्मनः क्यच् इति सूत्रेण अत्र इच्छार्थे अत्र क्यच् प्रत्ययस्य विधानं भवति सुबन्तात् परे। अस्तु, अत्र उदाहरणमस्ति आत्मनः पुत्रम् इच्छति इत्यस्मिन् अर्थे पुत्र इति शब्देन सह क्यच् प्रत्ययं योजयित्वा पुत्रीय इति नूतनधातुः सिद्ध्यति, तदनन्तरं तिप्रत्ययं योजयित्वा पुत्रीयति इति तिङन्तपदं लभ्यते। तर्हि पुत्रीयति इत्यस्य अर्थः कः इति चेत् आत्मनः पुत्रम् इच्छति इति एव अर्थः भवति. अस्तु, इति तादृशं प्रत्येकं प्रत्ययस्य विग्रहवाक्यं तत्र अर्थबोधकवाक्यं किं, तत्र सूत्रं केन सूत्रेण विधानं भवति, अपि च उदाहरणं किम् इति तादृशचिन्तनं, सम्पूर्णचिन्तनं न कृतं किन्तु अत्र किं स्केलिटन् फ्रेम्वर्क् रूपेण अत्र स्थापितमस्ति. किमर्थम् एतादृशं मया चिन्तितमिति चेत् अत्र समीचीनझटिति अर्थः ज्ञातुं शक्नुमः इति एकः, अपि च एतादृशपुस्तकं यत्र कुत्रापि न लभ्यते, एतादृशपुस्तकं न लिखितमेव. अत्र मणिद्राविशास्त्री पादाः इति कश्चन महान् महामहापाध्यायः अस्ति, तेन सह किञ्चित् मया चिन्तनं कृतम् अपि च पृष्टमपि एतादृशपुस्तकं यत्र कुत्रापि लभ्यते वा इति. तेन उक्तं न लभ्यते, केनापि न लिखितमिति. अतः प्रायः वयं सर्वे मिलित्वा यदा समीचीनबोधः जायते तदा एतादृशपुस्तकं वयमेव लिखामः इति मम आशयः अस्ति. अस्तु, तदनन्तरं यदा वयं लिखामः तत्र शास्त्री पादान् प्रति गत्वा तत्र जनरल् एडिटर् इति सः परीक्षां कृत्वा परिष्कारमपि कर्तुं शक्यते. किन्तु एतादृशचिन्तनं करणीयमस्ति, अपि च एतादृशचिन्तनं कुर्मश्चेत् समीचीनबोधः जायते. तर्हि पुत्रीयति इत्यस्य अर्थः कः इति चेत् आत्मनः पुत्रम् इच्छति इति अर्थः. एवमेव काम्यच् इति सनादिप्रत्ययेषु अन्यविधः अस्ति, अन्यतमः अस्ति, सुबन्तात् एव विधीयते. अम् इव अन्यम् आचरति इत्यस्मिन् अर्थे आत्मनः अत्र पुत्रकाम्यति इति आत्मनः पुत्रम् इच्छति न, तदेव उदाहरणं वा? तत्र क्लेशः अस्ति इदानीं. शिवराम महोदय, तमेव अन्यम् आचरति इति अस्ति सः. हा, केच् समानप्रत्ययः केच् तथा काम्यच्. हा, तर्हि तत्र तम् इव अन्यम् आचरति इति तस्य अर्थः न भवेत् खलु? तम् आत्मनः इच्छति इत्येव भवेत् खलु? आमाम्. अस्तु, अहं परिष्करोमि. एतत् सर्वम् अत्र पुनः यदा मया स्थापितं तत्र पुनश्चिन्तनं न कृतम्, इदानीमेव कुर्वन्नस्मि. भवतु, परिष्करोमि, किन्तु मम आशयः एवमस्ति. तत्र विग्रहवाक्यं प्रत्येकं प्रत्ययस्य भवेत्, तदेव प्रत्ययस्य अर्थः. निच् इति प्रत्ययः तत्र स्वार्थे विधीयते, द्वातोः परे स्वार्थे विधीयते, प्रेरणार्थे अपि विधीयते, प्रातिपदिकात् अपि विधीयते निष्प्रत्ययः. तत् करोति इत्यस्मिन् अर्थे, तत् आचरयति इत्यस्मिन् अर्थे अपि प्रातिपदिकात् निष्प्रत्ययस्य विधानं भवति इति. अस्तु, तदनन्तरं कृत्वृत्तिः, तत्र एवं लेखनीयं करोति इति कर्ता. अत्र त्रिष्प्रत्ययस्य योजनमस्ति, तस्मिन्नर्थे कर्त्रर्थे, कर्त्रर्थे तृत्प्रत्ययस्य योजनं कृतम् इति कृत्वा अत्र कर्तृ, वस्तुतः अत्र कर्तृ इति एव तृच्प्रत्ययः अस्ति खलु. कर्तृ इति प्रातिपदिकं, तस्य प्रथमाविभक्ति एकवचनरूपं कर्ता इति भवति. किन्तु कर्ता इति कृदन्तपदमस्ति इति कृत्वा तस्य अर्थः कः इति चेत् करोति इति कर्ता. किमर्थमत्र करोति इति स्थापितम्? अत्र परस्मैपदी लट्लकार प्रथमाविभक्ति प्रथमपुरुषे एकवचनरूपं स्वीकृतम्. किमर्थमत्र लट्लकार प्रथमपुरुषे एकवचनं कर्तव्यर्थे स्वीकृतम् इति चेत् करोति इत्यनेन कर्ता उक्तः भवति खलु, अभिहितमस्ति इति कृत्वा करोति इति कर्ता इति विग्रहवाक्यं भवति. अस्तु, इदानीं तप्रत्ययः, कृ धातोः तप्रत्ययः योजयित्वा कृतः इति प्रथमाविभक्ति एकवचने रूपं लभ्यते. कर्मार्थे इदानीं तप्रत्ययस्य विधानं कृतं, कृतः इत्यत्र. तर्हि तत्र अर्थबोधकविग्रहवाक्यं कथं भवति भवेत् इति चेत् क्रियते इति कृतः. अत्र किमर्थं क्रियते इति चेत् तत्र भावकर्मणोः इत्यनेन यक् प्रत्ययस्य विधानं भवति. क्रियते इति कृतः इति भवति वाक्यम्. अस्तु, इदानीं ल्युट् प्रत्ययः मया स्वीकृतः अस्ति. करणं कृ धातोः ल्युट् प्रत्ययस्य ल्युट् स्थाने अन इति आदेशः भवति युवरनाकौ इति सूत्रेण. तदा करणम् इति रूपं लभ्यते. तर्हि करणम् इति पदस्य अर्थः कः इति चेत् अत्र करोति इति न वक्तुं शक्यते. किमर्थमिति चेत् करोति इति वदामश्चेत् कर्तारमेव बोधयति. क्रियते इति वदामश्चेत् यद्यपि भावकर्मार्थे अत्र यक् प्रत्ययस्य विधानं भवति तर्हि क्रियते इति भावार्थे अपि भवति. तथापि क्रियते इत्यनेन तत्र क्रियते इति कर्मार्थे स्वीकृतम् इति कृत्वा अत्र कृतिः करणम् इति सम्प्रदाये अस्ति. तादृश उक्तिः, तादृशवदनं कृतिः करणं. कृतिः इति क्तिं प्रत्ययान्त शब्दमस्ति भावार्थे. तर्हि कृतिः करणं, भक्तिः भजनं, पक्तिः पचनम् इति तादृशमेव भवति विग्रहवाक्यम्. तदनन्तरं कृ धातुः ल्युट् प्रत्ययस्य योजनम् इदानीं कृतमस्ति चेत् क्रियते अनेन इति करणम् इति भवति. कृतिः करणम् इति वदामश्चेत् इदानीं क्रि धातोः परे ल्युट् प्रत्ययः भावार्थे प्रयुक्तमस्ति. किन्तु क्रियते अनेन इति करणम् इति वदामश्चेत् तत्र करणम् इति एव अस्ति. पदं तु समानमस्ति, करणं करणम् इति एव स्थलद्वये अपि दृश्यते. किन्तु अर्थः कः इति चेत् कृतिः करणं, नो चेत् क्रियते अनेन इति करणम्. तर्हि भाष्यं पश्यामश्चेत् शङ्कराचार्यभाष्यं यः कोऽपि भाष्यं पश्यामश्चेत् तत्र व्युत्पत्तिः दास्यते. इत्युक्ते प्रसिद्धः अर्थः यदस्ति ल्युट् प्रत्ययस्य विधानं भावार्थे एव अधिकाधिकं भवति. किन्तु कुत्रचित् करणार्थे अपि भवति. तर्हि करणार्थे भवति चेत् प्रत्येकेन भाष्ये लिखितं भवति क्रियते अनेन इति करणम् इति विग्रहवाक्यं भवति. अस्तु, तदनन्तरम् अधिकरणार्थे रामः इति मया उक्तं गते वर्गे अपि. रमते अस्मिन् योगिनः इति रामः. अत्र घञ् इति प्रत्ययः कस्मिन् अर्थे प्रयुक्तम् इति चेत् भावार्थे न, अधिकरणार्थे प्रयुक्तमस्ति. तर्हि वाक्यं कथं भवति? रमते अस्मिन् इति तादृशं भवति. अपि च ज्ञायते अनेन अत्र ज्ञतिः नास्ति, ज्ञप्तिः इति भवति खलु, तत्र पुगागमः भवति. अर्ति ह्री व्ली रुक्ष्मुय् आतां पुंनौ इति सूत्रेण ज्ञादि धातोः अन्ते दीर्घ आकारः अस्ति इति कृत्वा पुकागमः भवति. तर्हि ज्ञप्तिः इति भवति. तर्हि ज्ञानम् इति पदस्य करणार्थे अपि वक्तुं शक्यते, भावार्थे अपि स्वीकर्तुं शक्यते. ज्ञायते अनेन इति ज्ञानम्. तर्हि इदानीं ज्ञानं करणं भवति, ज्ञप्तिः ज्ञानम् इति अपि भवति. अत्र तैत्तिरीय उपनिषदि सत्यं ज्ञानमनन्तं ब्रह्म इति वाक्यं दृश्यते. ब्रह्मणः स्वरूपलक्षणम्. अत्र ज्ञान इति पदं दृश्यते खलु. तर्हि ज्ञानम् इति लुडन्तपदं कस्मिन्नर्थे प्रयुक्तम् इत्यस्मिन् विषये भाष्यकारः बहु किमपि लिखति. अत्र अन्ततो गत्वा भावार्थे एव स्वीकरणीयं, ज्ञप्तिः एव ज्ञानम् इति ज्ञानं सत्यं ज्ञानम् अनन्तं ब्रह्म इत्यस्मिन् वाक्ये ज्ञान इति लुडन्तपदस्य अर्थः कस्मिन्नर्थे स्वीकरणीयम् इति चेत् भावार्थे एव स्वीकरणीयं, न तु करणार्थे इति सः तत्र तस्मिन् विषये बहु किमपि चिन्तयति तस्मिन् भाष्ये. किमर्थं ज्ञप्तिः? यदि ज्ञानं करणम् इति स्वीकुर्मः तर्हि करणम् इति वदामश्चेत् तत्र कर्ता भवेत्, कर्म अपि भवेत् इति कृत्वा यदि इदानीं ज्ञानम् इति करणार्थे स्वीकुर्मः तत्र अर्थः न सङ्गच्छते. ब्रह्म अकर्ता अस्ति, तर्हि यः कोऽपि कारकं ब्रह्मणि न सङ्गच्छते इति कृत्वा अत्र ज्ञप्तिः इत्येव ज्ञान इति पदस्य अर्थः स्वीकरणीयः. भावार्थे अन्प्रत्ययः ल्युट् प्रत्ययः प्रयुक्तः इति तादृशचिन्तनं करोति. तर्हि प्रत्येकं पदस्य अन्ते कः प्रत्ययः अस्ति इति अवगन्तव्यं, कस्मिन्नर्थे पदं प्रत्ययः प्रयुक्तः अस्ति अस्मिन् सन्दर्भे इत्यपि चिन्तनीयं भवति, तदा एव समीचीनबोधः जायते इति कृत्वृत्तिः. अस्तु, इदानीं कृत्वृत्तिः इति शीट् पश्यन्ति चेत् तत्र आहत्य तत्र एकत्रिंशत् त्रिंशत् अधिक एकशत कृत्प्रत्ययाः सन्ति उणादिप्रत्ययान् विहाय. उणादिप्रत्ययाः अपि कृत्प्रत्ययाः एव, किन्तु उणादिप्रत्ययानाम् अर्थः न उक्तः. उणादिप्रत्ययः केवलं कल्पितः अस्ति. किमर्थं तत्र तादृश उणादिप्रत्ययः कल्पितः? येन रूपसिद्धिः भवति. तर्हि रूपसिद्ध्यर्थमेव उणादिप्रत्ययाः कल्पिताः सन्ति, तेषाम् अर्थः न उक्तः अस्ति. भवतु, तर्हि पाणिनिमहर्षिणा अष्टाध्याय्यां त्रिंशत् अधिक एकशतप्रत्ययाः कृत्प्रत्ययाः उक्ताः सन्ति. तेषाम् आवलि प्रथमपङ्क्त्यां प्रथमसदसि मया स्थापितमस्ति. तत्र निरनन्दरूपं किं, तत्र कस्मिन् गणे भवति इति, तेषां वृत्तिः. अत्र अत्र अण् इति प्रत्ययः, कुम्भं करोति इति कुम्भकारः. अपि च अर्थज्ञापकसूत्रमस्ति चेत् तत् किं, प्रयोगसूत्रम् इत्युक्ते विधानसूत्रं किम् इत्युक्ते अर्थज्ञापकसूत्रं भिन्नं भवति, विधानसूत्रं भिन्नं भवति इति तादृश. अत्र कालं कालवाचकमपि भवति केचन प्रत्ययाः इति कृत्वा, यदि कालं बोधयति तदपि अन्यत्र मया स्थापितम्. यदि कालसामान्ये इत्युक्ते भूतकाले भविष्यत्काले वर्तमानकाले, यत् अत्र पश्यन्तु शतृशानच् इति प्रत्ययद्वयं परिचितप्रत्ययद्वयमस्ति, तत् लकारस्य लटः स्थाने विधीयते. लट् तु वर्तमाने लट् इति सूत्रेण वर्तमानकालं द्योतयितुं लट् इति प्रत्ययस्य विधानमस्ति. लटः स्थाने शतृशानच् प्रत्ययानां प्रत्ययोः विधानमस्ति, प्रत्यययोः विधानमस्ति इति कृत्वा शतृशानच् प्रत्ययाः वर्तमानकालार्थे विधीयन्ते. किन्तु केचन प्रत्ययाः सन्ति तेषां कालं नास्ति, इत्युक्ते कालसामान्यं यत्किमपि कालं स्वीकृत्य, अत्र अनीयर् इति प्रत्ययः, भवता करणीया आसीत् इति वक्तुं शक्यते, नो चेत् भवता करणीयम् अस्ति, नो चेत् भवता करणीयं भविष्यति इति यत्किमपि वक्तुं शक्यते. तत्र कालसामान्यमस्ति. यदि तत्र नित्यसमासः यत्किमपि तादृशचिन्तनमस्ति चेत् तदपि मया अत्र प्रदर्शितमस्ति. मम आशयः अस्ति अत्र कृत् सर्वेषां कृत् प्रत्ययानां वृत्तिः लेखनीयम्, अपि च केन सूत्रेण तस्य अर्थः भवति, अपि च विधानं भवति इति, तादृश आवलिं स्थापनीयम् इति मम आशयः अस्ति. अस्तु, अग्रे इदानीं तद्धितवृत्तिः इति अस्ति खलु, तत् पश्यतु. इदानीं प्रथमपुटम् आगतं पञ्चवृत्तेः इत्यत्र. अत्र एकस्य भावः एकत्वं, तत्र त्व इति प्रत्ययः भावार्थे प्रयुक्तं. तस्य विग्रहवाक्यं कथं वक्तव्यम् इति चेत् एकत्वम् इति पदस्य अन्ते तद्धितप्रत्ययः त्व इति प्रत्ययः दृश्यते. अस्य अर्थः कः इति चेत् एकस्य भावः एकत्वम्. एवमेव एकस्य भावः ऐक्यम् इति, तत्र शै इति प्रत्ययः अस्ति, भावार्थे एव प्रयुक्तमस्ति, किन्तु ऐक्यम् एकत्वम् इति समानार्थः अस्ति. एवमेव मतुक् इति प्रत्ययः अस्य अस्ति अस्मिन् वा इत्यस्मिन् अर्थे भगः अस्य अस्ति इति भगवान् भगवत् इति प्रातिपदिकं लभ्यते तदनन्तरं प्रथमाविभक्ति पुल्लिङ्गे रूपं भगवान् इति भवति नो चेत् भगवती इति स्त्रीलिङ्गे भवति भरतस्य अपत्यं पुमान् भारत इति भवति तथा अपत्यार्थे अण् इति प्रत्ययस्य विधानमस्ति तसिल् इति प्रत्ययः तस्मात् ततः ततः इति अव्ययपदमस्ति तत्र तत् इति सर्वनामशब्देन सह तसिल् इति प्रत्ययस्य योजनमस्ति पञ्चम्यर्थे तर्हि पञ्चविभक्त्यर्थे एव तसिल् प्रत्ययस्य योजनं कृतमिति कृत्वा विग्रहवाक्यं भवति ततः इति पदस्य अतः अर्थः कः इति चेत् तस्मात् तस्मात् इति पञ्चमी विभक्ति एकवचनस्य यः अर्थः अस्ति तदेव अर्थः ततः इति पदस्यापि एवं तत्र थाल् इति कस्त्रप्रत्ययः अस्ति प्रकारार्थे इत्युक्ते तेन प्रकारेण तथा तथा इति वदामश्चेत् तस्य अर्थः कः इति चेत् त्रेण प्रकारेण तद् योगः थाल् इति कश्चन प्रत्ययः अस्ति प्रकारार्थे प्रयुक्तमस्ति इति वक्तव्यम् तदनन्तरं समासवृत्तिः वयं जानीमः एव वेदान्तानाम् अन्तः वेदान्तः वेदान्ताः तत्र षष्ठी तत्पुरुषः तर्के कुशलः इति सप्तमी तत्पुरुषः अस्ति किन्तु कुशलार्थे अत्र प्रयुक्तमस्ति न तु अधिकरणार्थे तर्हि कुशल इति उपपदत्वेन अस्ति इति कृत्वा अत्र सप्तमी उपपदविभक्तित्वेन स्वीकृतमस्ति विहितमस्ति तर्के कुशलः तर्ककुशलः परमश्च असौ आत्मा च परमात्मा इति कर्मधारय न आत्मा इति अनात्मा नहि तत्पुरुषः पीतम् अम्बरं यत्र सः पीताम्बरः इति बहुव्रीहिः लक्षणेन सह वर्तते इति सलक्ष्मणः अत्र टङ्कणदोषः अस्ति सलक्ष्मणः इति अत्र सः इत्यस्मिन् स्थाने स इति पदम् अन्येन सूत्रेण लभ्यते किन्तु अत्र लक्ष्मणेन सह इति अत्र उपपदविभक्तिः अस्ति लक्ष्मणेन इति तृतीया विभक्तिः कथं लब्धं लक्ष्मणशब्दस्य इति चेत् सः इति पदेन सह वर्तते इति कृत्वा रामश्च लक्ष्मणश्च अत्रापि टङ्कणदोषः अस्ति रामलक्ष्मणौ इति भवति अन्ततो गत्वा पञ्चमवृत्तिः अस्ति एकशेषवृत्तिः इति इत्युक्ते द्वौ रामौ यदा स्तः तत्र रामौ इति कथं लभ्यते कथम् इति चेत् रामस्य रामस्य रामौ तत्र एकमेव शेषः अवशिष्टः भवति तस्य राम इति एकं स्वीकृत्य तस्मिन् द्विवचनप्रत्ययं प्रत्ययस्य प्रयोगः कृतः तावदेव तर्हि राम रामौ इति रूपं लभ्यते माता च पिता च पितरौ इति एकं रूपं भवति मातापितरौ इति किं द्वन्द्वसमासः अपि भवितुमर्हति पितरौ इति एकदेशवृत्तिः अस्ति तत्र मातापितरौ इति द्वन्द्वसमासः अस्ति किमर्थं तद्ये तत्र विकल्पेन विधानमस्ति इति कृत्वा रूपद्वयं भवति एवमेव अत्र सुबन्ताः भवन्ति सुबन्तं तु पदं भवति तर्हि सुप्रत्ययानामपि अर्थः अस्ति तत्र सुप्रत्ययानां विधानं कस्मिन् अर्थे भवति इति चेत् कारकार्थे भवति अतः एव कारकम् उक्त्वा कारकं किम् इति कारकम् उक्त्वा यदि तत्र कर्मणि द्वितीया कर्मकारकं बोद्धुं द्वितीया प्रयोगः कृतः द्वितीया विभक्तेः प्रयोगः करणीयः कर्तृकरणयो तृतीया कर्तारं कर्तृकारकं बोधयितुं कर्णकारकं बोधयितुं तृतीया विभक्तेः प्रयोगः कर्तुं शक्यते इति तदेव सुबत्तः इति भवति इति नर्थः तत्र लट् वर्तमाने लट् भविष्यति लृट् इति तादृशं भवति सर्वे लकाराः कालबोधकः इति न सन्ति तत्र अर्हार्थे इति तादृशमपि भवति भिन्नभिन्नार्थेषु लकाराणां प्रयोगः भवत्येव इति अपि च धातुः प्रत्ययः इति एतेषाम् अर्थः उक्तः तर्हि यदि एतादृशगभीरज्ञानं भवति इत्युक्ते प्रत्येकं पदस्य विग्रहवाक्यं वक्तुं समर्था यदा जायते तदा एव समीचीनबोधः जातः इति वक्तुं शक्यते. किन्तु अस्मिन् जीवने एतद् भवितुमर्हति वा इति न जाने, किन्तु एतदहं जानामि. इत्युक्ते एवमेव पठामश्चेत् अत्र विग्रहवाक्यं न वक्तुं शक्यते चेत् समीचीन अर्थः ज्ञातः इति स्वीकर्तुं न शक्यते. अव्ययपदानामपि विग्रहवाक्यं भवत्येव, सर्वत्र विग्रहवाक्यं वक्तव्यम् एव इति अस्ति. अस्तु, तर्हि तं लक्षणं प्रति अस्माकं गमनं भवेत्, तत् सफलमपि भवेत् इति प्रार्थ्य अत्र स्थगयामः वर्गं. सर्वेभ्यो नमस्कारः, धन्यवादाश्च. धन्यवादः.